गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। विभागः इति संयोगनाशात् अतिरिक्तगुणः इत्यस्मिन् विषये चिन्तनं प्रवर्तमानमस्ति। तत्र एकम् अनुमानवाक्यम् अस्माभिः दृष्टं, विभागः इति गुणः अस्ति इति कथं नैयायिकाः निरूपयन्ति इति चेत्, अनुमानप्रमाणेन एव विभागः इति अतिरिक्तगुणः अस्ति इति ते निरूपयन्ति। तर्हि अनुमानवाक्यम् एवं भवति, आश्रयनाशाजन्यगुणनाशः, आश्रयनाश अजन्यगुणनाशः, समानाधिकरणगुणजन्यः, आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत्। अस्य अवगमनार्थम् अनुमानप्रमाणं कथं प्रवर्तते इत्युक्ते, अनुमानप्रमाणम् उपयुज्य कथं वा अनुमितिज्ञानं प्राप्यते इति अवगन्तव्यं भवति। तस्मिन् विषये करपत्रं महोदयेन निर्मितमस्ति, 23 तमकरपुत्रं। किन्तु तस्मात् केवलं चिन्तनमेव इदानीं कुर्वन्तः स्मः वयम्। अस्तु, तस्मिन् विषये गते वर्गे मया बहु किमपि प्रतिपादितम्, इतोपि अग्रे सर्तव्यम् अद्य। तस्मात् पूर्वं किञ्चित् पुनस्मारणत्वेन किं किम् अधीतवन्तः इति ज्ञास्यामः, अपि च एतद् पुनस्मारणं प्रश्नोत्तररूपेण भवतु इति मम इच्छा अस्ति। तर्हि अहं प्रश्नं पृच्छामि, अत्र साक्षात् उत्तरम् इत्युक्ते दीर्घवाक्यम् इत्यादिकम् इति मास्तु, केवलम् उत्तरं वक्तव्यमस्ति। अस्तु, अहम् आह्वयामि, तदनन्तरं भवन्तः एव उत्तरं वदन्तु। अस्तु, मुरलीमहोदय, अनुमानम् इत्युक्ते किं, प्रथमं तद्वदति वा? अनुमानम् इत्युक्ते उदाहरणतया तत्र धूमः अग्निपर्वतो अग्निमान्, न तत् त्यजतु। अनुमानम् इत्युक्ते किम्? अतः एव मया उक्तम्, एकमेव पदं वक्तव्यम्, अनुमानम् इत्युक्ते किम्? प्रमाणम्। हा, तावदेव, बहु समीचीनम्। अनुमानम् इति प्रमाणम्, उत्तमम्। अस्तु, अपि च प्रत्येकम् अनुमाने चत्वारः अंशाः भवन्ति, अनुमानवाक्ये चत्वारः अंशाः भवन्ति, के इति वदति वा मुरलीमहोदय? लक्षणवाक्यं महोदय, न प्रत्येकम् इदानीम् अनुमानवाक्यस्य एकम् उदाहरणं ददातु। यत्र यत्र वक्नी तत्र धूमः, यत्र यत्र धूमः तत्र वाक्यं नास्ति, तद् व्याप्तिवाक्यम्। अनुमानवाक्यस्य एकं एकम् उदाहरणम्। अनुमानम् चक्षम् अस्तु, चिन्तयतु। श्रीराममहोदय वदति वा? उदाहरणमस्ति, पर्वतः वह्निमान् धूमात् यथा महानसम्। बहु समीचीनं, पर्वतः वह्निमान् धूमात् यथा महानसम् इति वाक्यम्। अस्तु, अस्मिन् वाक्ये के अंशाः द्योत्यन्ते? चत्वारः अंशाः भवन्ति। मां पृच्छति वा महोदय? आमाम् आम्। तत्र चत्वारः अंशाः, प्रथमं पर्वतः इति पक्षः अस्ति, धूमः इति हेतुः अस्ति, धूमात् इति हेतुः अस्ति, हेतुवाक्यं, वह्निमान् इति साध्यमस्ति, यथा महानसम् उदाहरणमस्ति। अस्तु, अत्र वह्निमान् इति पदमस्ति, किन्तु वस्तुतः अत्र कस्य साधनं क्रियते अनेन वाक्येन? वह्नेः साध्यं, वह्नि साध्यं, पक्षे वह्नि भवति इति। सत्यं, तर्हि वह्नि एव साध्यं, न तु वह्निमान्. सत्यं वह्निमान् कः? वह्निमान् पर्वतः एव. हा, पर्वतः एव, पर्वतः इति पक्षः, तस्मिन् विद्यमान एकः धर्मः अस्ति वह्निः, तदेव साध्यम्. अपि च धूमः हेतुः. किमर्थं हेतुः इति वदामः? तत्र पञ्चमे विभक्ति धूमात् इति प्रयुज्यते वाक्ये, तेन अस्माभिः ज्ञातुं शक्यते तत् हेतुः भवेत् इति. हेतु तद् सामान्य पञ्चमी विभक्तेः प्रयोगः. तत्र किमर्थम् इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति तत्र व्याप्तिः भवति इति कृत्वा, तत्र हेतु दृष्ट्वा पक्ष तत्र प्रत्यक्षमस्ति हेतु. हा, इति इति इदानीम् अग्रिमवाक्यं यद् भवता उक्तं तदेव सत्यम्. इत्युक्ते हेतुं दृष्ट्वा, हेतुं दृष्ट्वा वह्नेः अनुमानं कुर्मः खलु. सत्यम्. इत्यतः हेतुः धूमः हेतुः भवति. हे धूमं दृष्ट्वा वह्नेः अनुमानं कुर्मः इत्यतः धूमः एव हेतुः. हेतु सत्यम्. अस्तु, अन्तिममस्ति दृष्टान्तः. अस्मिन् वाक्ये दृष्टान्तः कः? यथा महानसम् इति अस्ति. अस्तु, अत्र किमर्थं महानसम् इति दृष्टान्तत्वेन स्वीकृतम्? किमर्थम् इत्युक्ते तत्र हेतु हेतु अत्र धूमः अस्ति, साध्यं वह्नि अस्ति. इदानीं धूमः हेतुः अन्यत्र अपि अस्माभिः द्रष्टुं शक्यते इति सूचनार्थम् इदम् उदाहरणं दत्तमस्ति. न, इतोपि स्पष्टतया वक्तव्यं किमर्थं दृष्टान्तः महानसः इति दृष्टान्तत्वेन. अस्तु, यथा विद्यालयः इति अहं वदामि चेत् किमर्थं विद्यालयः दृष्टान्तत्वेन न स्वीकर्तुं शक्यते? तत्र साध्यं न भवति. केवलं साध्यं वा? साध्यं हेतु च न अस्ति, नास्ति हेतु साध्य सम्बन्धः नास्ति. सम्बन्धः इत्यपि नास्ति. वस्तुतः दृष्टान्ते हेतुः अपि भवेत्, साध्यमपि भवेत्. यत्र हेतुः साध्यं द्वयमपि भवति तदेव दृष्टान्तः भवितुमर्हति खलु. द्वयमपि हेतुः साध्यं द्वयमपि यत्र अस्ति तदेव दृष्टान्तत्वेन स्वीकर्तुं शक्यते. केवलम् अस्ति इति न, द्वयस्यापि प्रत्यक्षं भवेत् खलु. यत्र हेतुः अपि प्रत्यक्षेन दृश्यते गृह्यते, साध्यमपि प्रत्यक्षेन गृह्यते, द्वयोः प्रत्यक्षेण ग्रहणं यत्र भवति तदेव दृष्टान्तत्वेन वक्तुं शक्यते. तद्दृष्ट्वा द्वयमपि दृष्ट्वा एव व्याप्तिव्याख्यम् अस्माभिः रच्यते खलु. इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति. बहु समीचीनम्. अस्तु, धन्यवादः महोदय. इदानीं मेहुल् महोदय वदतु. अनुमाने अनुमान यत्र यत्र अनुमानस्य अनुमानप्रमाणस्य उपयोगं कुर्मः तत्र चतुर्णां ज्ञानानाम् आवश्यकता अस्ति. तानि ज्ञानानि कानि इति वदति वा? चतुर्णानि ज्ञानानि अहं मन्ये अन्वयव्याप्तिः इति प्रथमं न इति व्याप्यव्यापकवान् तदेव अधुना वयं दृष्टवन्तः खलु, पक्षः साध्यं हेतुः दृष्टान्तः. तत्तु अनुमानवाक्ये विद्यमानचत्वारः अंशाः आम्. किन्तु अनुमानप्रमाणम् अनुमानप्रमाणं यदा यदा अनुमानस्य अनुमानप्रमाणम् उपयोगं कुर्मः तत्र चत्वारि ज्ञानानि भवन्ति सुक्रमेण. चत्वारि वाक्यानि इति अहं दृष्टवन्तः दृष्टवान् तत् भिन्नवाक्यं पञ्चवाक्यानि भवन्ति परार्थानुमाने पञ्चवाक्यानि भवन्ति किन्तु प्रत्येकम् अनुमाने चत्वारि ज्ञानानि भवन्ति आम् आम् आम् आम् प्रथमं तु पक्षधर्मताज्ञानमिति वयं दृष्टवन्तः द्वितीयं तु व्याप्तिज्ञानं किञ्चित् प्रतिपादयतु महोदय अस्तु प्रथमं तत्र चत्वारि ज्ञानानि कानि इति वदतु हा प्रथमं चत्वारि ज्ञानानि एते पक्षधर्मताज्ञानं द्वितीयं व्याप्तिज्ञानं तृतीयं परामर्शः चतुर्थम् अनुमितिः बहु समीचीनं तर्हि किञ्चित् वदतु प्रत्येकं ज्ञाने आम् आम् प्रथमं पक्षधर्मताज्ञानम् अस्ति यत् इत्युक्ते पक्षे हेतुः अस्ति कारणम् अस्ति यत्र वयम् अत्र पर्वतः इति पर्वते धूमः अस्ति इति वाक्ये पक्षः इति पर्वतः धूमः इति हेतुः अथवा कारणम् अतः पक्षधर्मताज्ञानम् इत्युक्ते एतस्मिन् उदाहरणे पर्वते धूमः अस्ति इति वाक्येन पक्षे यः धर्मता अस्ति तस्य ज्ञानं भवति अतः पक्षधर्मताज्ञानम् इति तदेव हेतुः पक्षे अस्ति इति हा हेतुः पक्षे अस्ति तर्हि पक्षे बहवः धर्माः सन्ति इदानीं पक्षः पर्वतः इति स्वीकुर्मश्चेत् पर्वते पर्वतत्वम् अस्ति खलु तत्र वृक्षाः अपि सन्ति बहुत्वमपि धर्माः सन्ति किन्तु पक्षधर्मताज्ञानम् इत्युक्ते पक्षे हेतुः भवेत् तादृशज्ञानम् अपि च तज्ज्ञानं कथं लभ्यते स्मरणेन लभ्यते पूर्व न पक्षधर्मताज्ञानं पर्वते धूमः इति स्मरणज्ञानं वा न तत्तु साक्षात् दृष्ट्वा प्रत्यक्षज्ञानम् आम् पक्षधर्मताज्ञानम् इति प्रथमज्ञानं पक्षधर्मताज्ञानम् इत्युक्ते पक्षे हेतुः अस्ति यद्यपि पक्षे बहवः धर्माः भवन्ति तस्य ज्ञानं तेषां ज्ञानम् इति न मुख्यतया अत्र अनुमानं करणीयं चेत् अत्र पक्षौ पक्षे हेतुः भवेत् तादृशज्ञानमेव पक्षधर्मताज्ञानं प्रत्यक्षेन लभ्यते अस्तु इदानीं द्वितीयज्ञानमस्ति व्याप्तिज्ञानं व्याप्तिज्ञानं तस्य तस्य उदाहरणमस्ति तत् तस्य अर्थः अस्ति यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यम् अपि अस्ति इति ज्ञानम् इति एव व्याप्तिज्ञानम् एतस्मिन् उदाहरणे वयं वक्तुं शक्नुमः यत्र यत्र धूमः तत्र तत्र वह्निः अस्ति इति यत् ज्ञानमस्ति तदेव व्याप्तिज्ञानं किमर्थम् इत्युक्ते तत्र व्याप्यव्यापकभावः अस्ति वयं जानीमः पूर्वस्य अनुभवः अस्माकम् अस्ति अस्माकं मनसि अस्ति तस्य संस्कारेण वयं जानीमः यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः भवेत् एव अतः तदेव व्याप्तिज्ञानं यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अस्तु बहु समीचीनं तर्हि भवता उक्तं पूर्वमेव अस्माभिः ज्ञातं व्याप्य व्यापक तर्हि व्याप्यम् इत्युक्ते किं व्यापकम् इत्युक्ते किम् इति वदति वा व्याप्यम् इत्युक्ते न्यूनदेशवृत्तिः व्यापकः इति अधिकदेशवृत्तिः अत्र यत् धूमः पश्यामः चेत् वयं जानीमः तत्र वह्निः अस्ति परन्तु वह्निः इति व्यापकः अस्ति धूमः इति व्याप्यः किमर्थमित्युक्ते वह्निः अधिकदेशवृत्तिः तस्मिन् अस्ति धूमे न्यूनदेशवृत्तिः अस्ति अतः तस्मिन् व्याप्यव्यापकभावः अस्ति इति अहं मन्ये समीचीनं किन्तु इतोपि किञ्चित् गभीर अवगमनम् अत्र भवेत् अस्तु किमर्थं तत्र अत्र अस्य प्रतिपादनार्थं तत्र विपरीतरीत्या किमर्थं न वदामः यत्र यत्र साध्यं तत्र तत्र हेतुः इति किमर्थं न वदामः अस्मिन् उदाहरणे यदि पश्यामः चेत् यत्र यत्र धूमः अस्ति तत्र वह्निः भवेत् एव परन्तु विपरीतरीत्या अस्माकं पाकशालायां वयं पश्यामः चेत् वह्नी अस्ति, परन्तु सर्वत्र तत्र सर्वदा वह्नी अस्ति चेत् धूमः नास्ति, अतः विपरीतरीत्या न वक्तुं शक्नुमः इति. बहु समीचीनम्, इदानीं भवता तत् स्पष्टतया उक्तम्. इत्युक्ते अत्र अस्माकं गेस् स्टव् अस्ति खलु पाकशालायां, तत्र वह्निः अस्ति किन्तु धूमः न दृश्यते. तर्हि यत्र यत्र वह्निः तत्र तत्र धूमः इति वाक्यमेव न वक्तुं शक्यते. किन्तु यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः भवेत्. वह्निं विना धूमस्य उत्पादनं न भवति. किमर्थम् इत्युक्ते वह्निः एव कारणं धूमस्य. इत्यतः यत्र यत्र हेतुः, यत्र यत्र धूमः तत्र तत्र वह्निः इति एव वक्तुं शक्यते इति कृत्वा, अपि च यत्र यत्र वह्निः तत्र तत्र धूमः इति न वक्तुं शक्यते इति कृत्वा, धूमस्य अपेक्षया वह्नेः मृत्युत्वं बहुत्र अस्ति. बहुत्र किन्तु धूमः न्यूनदेशे एव अस्ति. किन्तु न्यूनदेशे अस्ति इत्यतः केवलं तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति नास्ति. अपि च यस्मिन् देशे धूमः अस्ति तत्र सर्वत्र, यद्यपि धूमः अल्पेषु देशेषु एव वर्तते, तथापि यत्र यत्र धूमः अस्ति तत्र सर्वत्र वह्निः अस्ति, अतः एव व्यापकः भवति. बहु समीचीनं. तर्हि यत्र यत्र हेतुः तत्र तत्र साध्यम् इति व्याप्तिज्ञानम्. अस्तु, तृतीयज्ञानं किम्? तृतीयं तु परामर्शः इति वयं दृष्टवन्तः. तस्य अर्थे एकं वाक्यमस्ति, साध्य व्याप्य हेतुमान् पक्षः. यस्मिन् वयं ज्ञानं, यत्र पर्वतस्य उदाहरणं पश्यामः चेत् पर्वतः तु वह्नी व्याप्य अपि च धूमेन अपि व्याप्तः अस्ति, अतः पर्वतः इति वह्नी व्याप्य धूमवान् इति भवति. तदपि तद् यदि अहं मम मित्रस्य कृते यदि वदामः चेत् तत् परामर्शः ज्ञानं भवति. मम परामर्शः अस्ति वह्नि व्याप्य धूमवान्. त्यजतु तत्र परार्थज्ञानं, परार्थानुमानविषये इदानीं मा गच्छतु. अत्र परामर्शः इत्युक्ते किञ्चित् इतोपि स्पष्टतया वक्तव्यं महोदय. भवान् किम् उक्तवान्? पर्वतः वह्निव्याप्यः, पर्वतः धूमव्याप्यः इति भवता उक्तं खलु? आम् आम्. किन्तु तत् समीचीनं नास्ति. अत्र वह्निव्याप्य धूमवान् पर्वतः इति वाक्यं, परामर्शवाक्यस्य उदाहरणं भवता समीचीनतया प्रतिपादितं, वह्निव्याप्य धूमवान् पर्वतः इति. किन्तु अत्र व्याप्य इति पदं केन सह अन्वेति? वह्नि. अस्तु, वह्निव्याप्य धूमवान् इति विग्रहवाक्यं वदतु. इति समस्तपदमस्ति खलु? आमां, वह्निना व्याप्य धूमः पर्वते अस्ति इति. हा, बहु समीचीनं. वह्निना व्याप्य धूमः तद्वत् यः अस्ति सः पर्वतः. तद्वान् अतः तद्वान् तद्वान् पर्वतः इति अस्ति खलु? तर्हि वह्निना किं व्याप्यः? पर्वतः न व्याप्यः, वह्निना धूमः एव व्याप्यः. धूमः व्याप्तः, समीचीनं. हा, वह्नि व्यापकः भवति कस्य? पर्वतस्य न, धूमस्य व्यापकः भवति. अत्र व्याप्यव्यापकभावः वह्निधूमयोः मध्ये एव. सत्यं, पर्वतः पर्वतः केवलं तादृश एकदेशः अस्ति. यथा महानसमपि एकः देशः अस्ति, तथा पर्वतः अपि एकः देशः अस्ति. यत्र वह्निना, यत्र वह्निः अपि अस्ति, धूमः अपि अस्ति, अपि च तयोः मध्ये व्याप्यव्यापकभावः अपि अस्ति इति परामर्शः. वह्नि व्याप्य धूमवान् पर्वतः, वह्निना व्याप्यः यः धूमः तद्वान् पर्वतः इति परामर्शः. इत्युक्ते पक्षधर्मता यद् अस्माभिः अधीतं, हेतुः पक्षे अस्ति इति प्रथमज्ञानं. द्वितीयज्ञानं व्याप्तिज्ञानं, यत्र यत्र हेतुः तत्र तत्र साध्यं. द्वयोः सङ्क्रमणम् अत्र अस्मिन् वाक्ये कृतमस्ति परामर्शे. आम् आम्. प्रथमज्ञानं पक्षधर्मताज्ञानं, द्वितीयज्ञानं व्याप्तिज्ञानम्, इदानीं तृतीयज्ञानं परामर्शः. वाक्यद्वयं मिलित्वा नूतनज्ञानम् अत्र उत्पादितमस्ति, परामर्शः इति ज्ञानं. वह्नि व्याप्य धूमवान् पर्वतः इति ज्ञानम्. अस्तु, यदि परामर्शः जायते तदनन्तरं चतुर्थज्ञानं किम्? चतुर्थं तु अनुमितिः इति अस्ति. अनुमितिः अनुमानज्ञानम् अत्र, तस्य अर्थः अस्ति साध्यवान् पक्षः. इत्युक्ते एतत् सर्वं पक्षधर्मताज्ञानेन, व्याप्तिज्ञानेन, अपि च परामर्शज्ञानेन अन्तिमं तु अनुमानं कर्तुं शक्नुमः पर्वतः वह्निमान् इति. अतः पर्वतः इति पक्षः साध्यवान्, साध्य अस्ति, वह्नि वह्निमान् पर्वतः भवति इति अनुमान् अनुमानज्ञानं. अनुमितिः इति अनुमानप्रमाणेन यद् ज्ञानं लभ्यते तस्यैव नाम अस्ति अनुमितिः इति. समीचीनं. तर्हि अनुमितिः इत्युक्ते किम् इति चेत् ज्ञानम् इति. आकारः कः? पर्वतः वह्निमान् इति इदानीं निश्चितं. पर्वतः वह्निमान् इति प्रत्यक्षेन न ज्ञायते, पर्वतः धूमवान् इति एव प्रत्यक्षेन ज्ञायते. अनुमानेन एव. हा, पर्वतः वह्निमान् पर्वते वह्निः अस्ति इति प्रत्यक्षेन न गृह्यते. किन्तु महानसे तादृशं दृष्ट्वा, अपि च यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानम् अपि अस्माकं कृते अस्ति इति कृत्वा, अपि च तत्र इदानीं पर्वते धूमः अस्ति इति, एतत् सर्वं मिलित्वा अस्माभिः किं निश्चितम्? अनुमानप्रमाणम् उपयुज्य अनुमितिः ज्ञानं, पर्वतः वह्निमान् इति ज्ञानम् अस्माभिः जातम्. अस्तु, बहु समीचीनं महोदय. कुमारमहोदय, परामर्श इत्युक्ते कन्सल्टेशन्, अड्वैस् आर् कौन्सल्, त्री मीनिङ्ग् ऐ हव् रेड् यस्टर्डे, विच् इस् एक्साक्ट्लि सूट्स् हियर्, विच् वन् एक्साक्ट्लि सूट्स् हियर् महोदय? No, no. You, if you have looked at dictionary, please don't look at dictionary. This is a paribhashika shabda. This is a technical word. Oh, this is a tarka paribhashika shabda. Ha. Oh, shabda. Dhanyavadam. So, sadhya vyapya hetuman pakshaha iti paramarshaha. Vanhi vyapya dhumavan parvataha. Parvataha maya grihyate pratyakshena. Tasmin vidyamana dhumaha api maya grihyate. स च धूमः वह्निना व्याप्यः इति न दृश्यते. तत् कथं ज्ञातं? व्याप्तिज्ञानेन. यत्र यत्र हेतुः तत्र तत्र साध्यम् इति बहुत्र प्रत्यक्षेन, उदाहरणार्थं महानसं दृष्ट्वा, अन्यत्र हवनं यत्र जायते तद्दृष्ट्वा इति, बहुषु स्थलेषु दृष्ट्वा एतद् व्याप्तिज्ञानं मम मनसि स्थापितं, स्मरणात्मकज्ञानम्. यत्र यत्र हेतुः तत्र तत्र साध्यम् इति एतत् सर्वं मनसि निधाय इदानीं परामर्शः इति नूतनज्ञानं मयि ज्ञाय मयि जायते. वह्निव्याप्य धूमवान् अयं पर्वतः, तदेव परामर्शः. अस्तु, धन्यवादः महोदय. अस्तु, शिवराम महोदय, अनुमानं द्विविधम् अनुमानं द्विविधम्. अनुमानम् इत्युक्ते प्रमाणम्, अनुमानप्रमाणं द्विधा प्रयोक्तुं शक्यते. स्वार्थं परार्थम् इति. आमां, स्वार्थं परार्थम्. हा, स्वार्थे, स्वार्थे इत्युक्ते यदि अस्माकम् आवश्यकता अस्ति तदर्थम् अनुमानप्रमाणम् उपयुज्य अनुमितिज्ञानं प्राप्तुं शक्यते. परार्थे इत्युक्ते अन्येषां कृते अपि अनुमानं कर्तुं शक्यते. स्वार्थे केवलं चत्वारि ज्ञानानि एव आवश्यकानि भवन्ति यथा इदानीं महुल् महोदयेन प्रतिपादितम् अत्र पक्षधर्मताज्ञानं व्याप्तिज्ञानं परामर्शः अन्ततो गत्वा अनुमितिः जायते स्वार्थे तर्हि यदा मम अनुमानं मयि अनुमानम् अनुमितिज्ञानं जायते तदनन्तरम् इदानीम् अन्यम् अपि प्रदर्शयितुम् इच्छामि अहं परार्थम् अस्तु परार्थ अनुमाने पञ्चवाक्यानि भवन्ति इति अस्माभिः अधीतं तानि कानि इति वदति वा प्रतिज्ञावाक्यं हितुवाक्यं वा सत्यं सत्यं प्रथमं पञ्चवाक्यानि प्रथमं भवति प्रतिज्ञावाक्यम् अनन्तरं हेतुवाक्यम् अनन्तरम् उदाहरणवाक्यमस्ति अनन्तरम् उपनयवाक्यं तथा निगमनवाक्यं इति पञ्चवाक्यानि भवन्ति बहु समीचीनम् अस्तु अत्र अपि च अत्र सन्दर्भः कः इति चेत् इदानीम् अहं पर्वतं दृष्ट्वा अयं पर्वतः वन्निमान् इति अनुमितिज्ञानं प्राप्तवान् अपि च गृहं गत्वा मम पितरं वा भ्रातरं वा यः कोऽपि अहं वदामि इदानीं तस्यापि अनुमितिज्ञानं भवतु इति तत्र अहम् एतानि पञ्चवाक्यानि एतेषां पञ्चवाक्यानाम् उपयोगः करोमि अस्तु तत्र प्रतिज्ञावाक्यस्य उदाहरणं प्रतिज्ञावाक्यं यथा तत् पर्वतवर्णि तदेव स्वीकुर्मः वा तर्हि पर्वतो वन्यमान् इति प्रतिज्ञावाक्यं बहु समीचीनं पर्वतो वन्यमान् इति तथा अहमेव भवन्तं वदामि इति चिन्तयतु नो चेत् भवान् वदति मां भवान् अत्र पर्वतं दृष्ट्वा गृहम् आगतवान् अहं गृहे भवतः गृहे अस्मि तर्हि भवान् एव मां वदति पर्वतः वन्यमान् इति मम कृते प्रतिज्ञावाक्यं वदति अहं भवन्तं पृच्छामि कुतः इति तदनन्तरं भवान् इदानीं द्वितीयवाक्यं वदति हेतुवाक्यं हेतुवाक्यस्य उदाहरणं वदतु अधुना तत्र पर्वतो वन्यमान् इति प्रतिज्ञा भवति तर्हि तत्र धूम दृष्ट्वा एव न धूमत्वात् एव हेतुवाक्यं भवति हा धूमत्वात् इति हेतुवाक्यं धूमत्वात् इति हेतुवाक्यं तर्हि इदानीम् अहं श्रुतवान् धूमत्वात् अहं चिन्तयामि किमर्थम् अत्र पर्वते धूमः अस्ति चेत् किमर्थम् एषः पर्वते वह्निः अस्ति इति वदति तर्हि पुनः अहं पृच्छामि कुतः इति तर्हि इदानीं तृतीयवाक्यं वदतु उदाहरणवाक्यम् उदाहरणवाक्यं यः यः धूमवान् सः वह्निमान् इति अपि च अत्र उदाहरणं वक्तव्यं खलु यथा यथा महानसं स्वीकुरु महानसम् इति हा तर्हि पुनः भवान् मां प्रति वदति यो यो धूमवान् सः सः मन्निवान् वह्निमान् यथा महानसं भवता दृष्टं खलु महानसे धूमः अपि अस्ति वह्निः अस्ति इति यत्र यत्र धूमः अस्ति तत्र सर्वत्र वह्निः अस्ति इति उदाहरणार्थं भवता यद् यद् महानसे दृष्टं तथा पर्वते अपि धूमः अस्ति तदेव हेतुवाक्यं धूमत्वात् अतः मया निश्चितं पर्वतः वह्निमान् इति भवान् वदति किन्तु अहं पुनः पृच्छामि भवतु महानसे तादृशमस्ति कथं वा पर्वते अपि तादृशमस्ति इति भवान् वदति इति इदानीम् उपनयवाक्यं भवता वक्तव्यं चतुर्थवाक्यम् हा उपनयवाक्यं वह्नि व्याप्य धूमवान् इति न उपनय हा सत्यं यथा महानसे आसीत् तथा अत्रापि एषः पर्वतः अपि वह्निव्याप्य धूमवान् अयं पर्वतः इति भवान् वदति अस्तु तदनन्तरम् अन्तिमवाक्यं निगमनवाक्यं धूमत्वात् वह्निमान् इति तस्मात् धूमत्वात् तथा वह्निमान् तस्मात् धूमत्वात् तथा यथा महानसे तथा एषः पर्वतः अपि वह्निमान् इति पञ्चवाक्यानि भवान् प्रयोगं करोति तत् श्रुत्वा पञ्चवाक्यानि श्रुत्वा अन्त पञ्चवाक्यानि श्रुत्वा षष्टमसोपाने मम मयि आत्मनि अनुमितिः जायते पर्वतः वह्निमान् इति तदेव अनुमितिः जायते. किन्तु अत्र पञ्चवाक्यानि दृष्ट्वा स्वार्थानुमाने प्रथमं पक्षधर्मताज्ञानं, द्वितीयं व्याप्तिज्ञानं, तृतीयं परामर्शः, चतुर्थसोपाने अनुमितिः जायते स्वार्थे. किन्तु परार्थे पञ्चवाक्यानि प्रयुक्तानि भवन्ति. षष्टमसोपाने यः श्रोतुः अस्ति, यः श्रोता अस्ति, तस्मिन् मनसि, तस्मिन् आत्मनि अनुमितिज्ञानं जायते पर्वतः वह्निमान् इति. अस्तु, बहु समीचीनं, धन्यवादः महोदय. अस्तु, इतोपि किञ्चित् अस्ति, तदपि पश्येम. अत्र व्याप्तिः किम् इति अस्माभिः दृष्टं खलु, तत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति. तत्र व्याप्तेः द्वैविध्यम् अस्माभिः अधीतम्, अन्वयव्याप्तिः, व्यतिरेकव्याप्तिः इति. तर्हि मुरळीमहोदय वहतु वदतु, अन्वयव्याप्तिः कुत्र भवति इति. मुरळीमहोदय. आं महोदय, आं महोदय, अस्ति. हा, अन्वयव्याप्तेः आकारः, अन्वयव्याप्तिवाक्यस्य आकारः कथमस्ति, वाक्यमेकं वदतु, अन्वयव्याप्तिवाक्यम्. अन्वयव्यतिरेकरूपात् क्षम्यतां महोदय, अत्र स्थूलरीत्या मनसि चिन्तयतु. अन्वयः इत्युक्ते अफर्मेटिव्, अस्ति अस्ति इति भवति वाक्यम्. आं महोदय. व्यतिरेके नास्ति नास्ति इति भवति. आं महोदय. अस्तु, तर्हि अन्वयव्याप्तेः उदाहरणम् अस्तु, तर्हि भवान् शृणोतु. यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति. हा, बहु समीचीनम्, अन्वयव्याप्ति उदाहरणमस्ति. आम्, यत्र यत्र धूमः नास्ति तत्र तत्र त्यजतु, इदानीं तत्र मा गच्छतु. आम्, अन्वयव्याप्तेः उदाहरणं मया पृष्टं, यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति. अस्ति इति, अस्ति अस्ति इति यत्र वाक्यं भवति तदेव अन्वयव्याप्तिः. आं महोदय. अस्तु, बहु समीचीनम्. तर्हि अन्वयव्याप्तिः कुत्र भवितुमर्हति, कीदृशसन्दर्भेषु अन्वयव्याप्तिः भवितुमर्हति? उदाहरणतया अहं धूमस्य दर्शनं पश्यामि पर्वते, तत्र अन्वयव्याप्ति मम च मम मनसि वर्तते. तद् नास्ति, तद् नास्ति. अस्तु, भवान् शृणोतु महोदय. श्रीराममहोदय वदतु. अन्वयव्याप्ति यत्र हेतुः न केवलं पक्षे, अन्यत्र अपि दृश्यते. यदा प्रत्यक्षं भवति तदा अन्वयव्याप्ति व्याप्तेः प्रयोगः भवति. बहु समीचीनं. तर्हि एतत् सर्वे मनसि सम्यक्तया स्थापयन्तु. अन्वयव्याप्तिः कुत्र वक्तुं शक्यते इति चेत्, यत्र हेतुः पक्षं विना अन्यत्रापि लभ्यते तादृशसन्दर्भे एव अन्वयव्याप्तिः भवितुम् अर्हति. तर्हि प्रतिपादयतु महोदय, अस्मिन् उदाहरणं स्वीकृत्य, एतद् उदाहरणं स्वीकृत्य, प्रकृत उदाहरणं स्वीकृत्य प्रतिपादयतु. अत्र पक्षः पर्वतः अस्ति, हेतुः धूमः अस्ति. अत्र हेतुः धूमः न तु केवलं पर्वते, महानसं, यथा महानसम् इति उदाहरणं दत्तं, तत्रापि हेतुः दृश्यते इति कृत्वा अत्र अन्वयव्याप्ति भवति. बहु समीचीनम्, उत्तमम्. पक्षः पर्वतः, धूमः हेतुः. तर्हि धूमः केवलं पर्वते इति न, महानसे अपि भवति, यत्र हवनं जायते तत्रापि भवति, बहुत्र धूमः भवितुमर्हति. अगरबत्ति यत्र चलन् अस्ति तत्रापि धूमः भवितुमर्हति इति कृत्वा पक्षः हेतुः पक्षं विना अन्यत्र बहुषु स्थलेषु लभ्यते चेत् तत्रैव अन्वयव्याप्तिः भवति। अस्तु, तर्हि इदानीं भवान् एव वदतु व्यतिरेकव्याप्तेः उदाहरणम् आकारः कथं भवति इति। व्यतिरेकव्याप्ति आकारः कदा भवति, व्यतिरेकव्याप्ति कदा भवति इत्युक्ते हेतुः केवलं पक्षे एव भवति तस्मिन् सन्दर्भे एव। क्षम्यतां महोदय, तस्मात् पूर्वं व्यतिरेकव्याप्तेः आकारः वाक्यं यथा भवता उक्तं यत्र यत्र धूमः तत्र तत्र वह्निः इति तथा तत्र उदाहरणमस्ति वह्निः उष्णः वह्नित्वात् इति अस्ति, वह्निः उष्णः वह्नित्वात् इति तस्य आकारः भवति। तत्र वह्निः इति पक्षः, वह्नित्वात् इति हेतुः, उष्णः इति साध्यम्। अस्तु, किन्तु व्यतिरेकव्याप्तेः व्यतिरेकव्याप्ति वाक्यस्य आकारः एतावत् भवता न उक्तम्। आकारः इत्युक्ते आकार हौ विल् द सेण्टेन्स् बि अन्वयव्याप्तिः वाक्यं कथं भवति यत्र यत्र धूमः तत्र तत्र इदानीं यत्रत्र साध्यं नास्ति तत्रत्र हेतुः न भवति नास्ति। हा, यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः, यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अन्वयव्याप्तेः आकारः, यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति व्यतिरेकव्याप्तेः आकारः। अस्तु, तस्य उदाहरणं भवता समीचीनतया प्रतिपादितम्। अस्तु, अन्तिमम् अस्ति, भवानेव वदतु, अत्र दृष्टान्तमपि दृष्टान्ते अपि द्वैविध्यम् अस्माभिः अधीतं खलु, तत् तत् किमिति वदति वा? अन्वयदृष्टान्तः व्यतिरेकदृष्टान्तः इति दृष्टान्तः। अत्र अन्वयदृष्टान्तः अन्वयव्याप्तिसन्दर्भे भवति, व्यतिरेकदृष्टान्तः व्यतिरेकव्याप्तिसन्दर्भे भवति। तत्र अन्वयव्याप्तिदृष्टान्तः यदा वयं वदामः यथा महानसम् इति उदाहरणं दद्मः, तत्र अन्वयव्याप्तिसन्दर्भे यथा महानसम् इति अन्यप्रदेश उदाहरणं भवति। अनन्तरं व्यतिरेकदृष्टान्ते उदाहरणं वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैव यथा जलम् इति अस्ति, यन्नैवं तन्नैवं यथा जलम् इति तत्र व्यतिरेकदृष्टान्तः यथा न जलं यथा यन्नैव तन्नैव एतादृशं नास्ति जलम् इति उदाहरणं भवति। यज्ञैव तन्नैव इत्युक्ते यादृशं वह्निः अस्ति तादृशं जलं नास्ति, जलं जले तादृशस्वभावः नास्ति इति वदामः। हा, भवता अवगतम् अवगतम् इति भाति, किन्तु अत्र इतोपि लघ्वीकृत्य वक्तुं शक्यते। अहं वदामि, अत्र पश्यतु, अन्वयव्याप्तिः व्याप्तेः अन्वयव्याप्तिवाक्यस्य आकारः कः? यत्र यत्र हेतुः तत्र तत्र साध्यम्। अन्वयदृष्टान्तः, दृष्टान्तस्य उदाहरणं किं? महानसः। ओके, महानसे हेतुः अपि अस्ति, धूमः अपि अस्ति, वह्निः अपि अस्ति। अत्रापि अस्ति अस्ति इति पदं प्रयोगं कुर्मः इत्यतः एव महानसः अन्वयदृष्टान्तः भवति। अन्वयदृष्टान्तः महानसः किमर्थं अत्र अन्वयदृष्टान्तः इति वदामः? अत्र हेतुः अपि अस्ति, धूमः अपि अस्ति, साध्यमपि अस्ति, वह्निः अपि अस्ति, द्वयमपि अस्ति इत्यतः एषः दृष्टान्तः अन्वयदृष्टान्तः भवति। अन्वयम्। अस्तु, इदानीं व्यतिरेकदृष्टान्तस्य उदाहरणं किं? जलम् इति, जलम् इति उदाहरणं। जले जलं कथं वा व्यतिरेकदृष्टान्तः भवति इति चेत्, इदानीं जलं कुत्र कस्मिन् वाक्ये अनुमानवाक्ये उदाहरणत्वेन दत्तम् इति चेत् वह्निः उष्णः वह्नित्वात् यथा जलं यन्नैवं तन्नैवं यथा जलम् इति अनुमानवाक्यमस्ति तत्र जलम् उदाहरणं दत्तं किमर्थं जलम् उदाहरणत्वेन स्वीकृतम् अपि च किमर्थं जलं व्यतिरेकदृष्टान्तः इति चेत् जले वह्निः अपि नास्ति उष्णः अपि नास्ति द्वयमपि नास्ति इतोपि समीचीनतया मया वक्तव्यमस्ति जले हेतुः नास्ति साध्यमपि नास्ति अस्मिन् वाक्ये हेतुः किं वह्नित्वं तर्हि जले वह्नित्वमपि नास्ति अपि च साध्यं किम् उष्णः उष्णः अपि नास्ति जले इति कृत्वा अत्र अत्र अभावः एव नास्ति नास्ति इति वदामः खलु अतः एतद् व्यतिरेकदृष्टान्तः भवति दृष्टान्तः सत्यं तर्हि यत्र यत्किमपि भवतु अस्ति अस्ति इति प्रयोगं कुर्मश्चेत् तद् अन्वयः नास्ति नास्ति इति वदामश्चेत् तद् व्यतिरेकं व्यतिरेकः अन्वयव्याप्तिव्याक्य वाक्ये यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इति भवति अन्वयदृष्टान्ते महानसे धूमः अपि अस्ति हेतुः अपि अस्ति साध्यमपि अस्ति वह्निः अपि अस्ति व्यतिरेक व्याप्तिवाक्ये नास्ति नास्ति इति भवति यत्र साध्यं नास्ति तत्र धूमः तत्र हेतुः नास्ति इति वाक्यस्य आकारः भवति यत्र वह्निः नास्ति तत्र धूमः नास्ति इति आकारः भवति व्यतिरेकदृष्टान्ते किं भवति इति चेत् वह्नित्वम् अपि नास्ति धूमः अपि न इत्युक्ते उष्णः अपि नास्ति इति तादृशं भवति अस्तु एतत् सर्वं केवलं पुनस्मारणत्वेन अस्माभिः अधीतं बहु समीचीनम् अस्तु इदानीम् अग्रे सरेम अत्र श्रीराममहोदयेन एकं वाक्यम् उक्तम् अन्वयदृष्टान्त अन्वयव्याप्तिस्थले अन्वयदृष्टान्तः भवति व्यतिरेकव्याप्तिस्थले व्यतिरेकदृष्टान्तः भवति इति किन्तु वस्तुतः तत् सत्यं नास्ति तस्मिन् विषये एव इदानीम् अग्रे चिन्तनं भवति अस्तु व्यतिरेकव्याप्तिवाक्यं कुत्र वक्तुं शक्यते यत्र हेतुः केवलं पक्षे नास्ति अन्यत्र बहुत्र लभ्यते तत्र अन्वयव्याप्तिवाक्यं वक्तुं शक्यते इति तु सत्यं किन्तु अन्वयदृष्टान्तः केवलम् अन्वयव्याप्तिस्थले एव भवति इति न अन्वयव्याप्तिस्थले एव व्यतिरेकदृष्टान्तः अपि प्रयोक्तुं शक्यते अस्तु तत् कथम् इति पश्येम अस्तु इदानीम् अस्माकं पुरतः प्रकृत उदाहरणमस्ति पर्वतः वह्निमान् धूमात् यथा महानसम् इति अत्र महानसम् इति अन्वयदृष्टान्तः अस्ति अपि च यत्र यत्र धूमः यत्र यत्र हेतुः तत्र तत्र वह्निः तत्र तत्र साध्यम् इति अन्वयव्याप्तिं स्वीकृत्य अन्वयदृष्टान्तं स्वीकृत्य अत्र अनुमानं कृतम् पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यत्र अस्तु अत्र पश्यतु इदानीं व्यतिरेकव्याप्तिः अपि अस्मिन् सन्दर्भे वक्तुं शक्यते अपि च व्यतिरेकदृष्टान्तः अपि उपयोक्तुं शक्यते पर्वतः वह्निमान् इति एव अस्माकं वह्निमान् इत्युक्ते वह्निः एव साध्यं खलु अस्तु तर्हि तत्र पर्वतः वह्निमान् तत्र किमपि परिवर्तनं न भवति तस्मात् अग्रे यदस्ति धूमात् यथा महानसं तत्र भेदः भवितुम् अर्हति पश्यन्तु पर्वतः वह्निमान् धूमात् इति तत्र हेतुः अपि समानमेव भवति तावत् किमपि परिवर्तनं नास्ति तदनन्तरं किं भवति यन्नैवं तन्नैवं यथा ह्रदे इति मया उक्तं पश्यन्तु पर्वतः वह्निमान् धूमात् यन्नैवं तन्नैवं यथा ह्रदे. ह्रदः इत्युक्ते लेक्. अस्तु, अत्र ह्रदं दृष्ट्वा कथं वः पर्वतः वह्निमान् अपि च धूमात् इति कथं वा मया उक्तम् इति द्रष्टव्यम्. अस्तु, अत्र कीदृशव्याप्तिः अस्ति? व्यतिरेकव्याप्तिः इति मया उक्तम्. व्यतिरेके व्याप्तेः आकारः कथं भवति? यत्र यत्र साध्याभावः तत्र तत्र हेतु अभावः. अस्तु, अत्र पश्यन्तु, यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः. यन्नैवं तन्नैवम् इति उक्तं खलु, तदेव एतद्वाक्यं. यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः. अपि च यथा ह्रदे, ह्रदे किमस्ति? वह्नि अभावः अपि अस्ति, धूमाभावः अपि अस्ति इति कृत्वा ह्रदः इदानीं व्यतिरेकदृष्टान्तः भवति. अपि च यन्नैवं तन्नैवम् इति व्यतिरेकव्याप्तिः भवति इति कृत्वा इदानीं पर्वतः वह्निमान् धूमात् यन्नैवं तन्नैवं यथा ह्रदे इति अपि वक्तुं शक्यते. तादृशमपि अनुमानं कर्तुं शक्यते यदि धूमः केवलं पर्वते एव लभ्यते, तदा एव एतादृशं वक्तुं शक्यते. नो चेत् न, अत्र केवलं प्रदर्शनार्थं मया उक्तं तावदेव. किन्तु वस्तुतः एतादृशं वाक्यं वदामश्चेत् अत्र अनुमितिः न भवति. पर्वतः वह्निमान् धूमात् यन्नैवं तन्नैवं यथा ह्रदे इति वदामश्चेत् भवतु, ह्रदे वह्निः अपि नास्ति, धूमः अपि नास्ति इति कृत्वा पर्वते वह्निः अस्ति, पर्वते धूमः अस्ति इत्यतः पर्वते वह्निः अपि अस्ति इति कथं वा निश्चेतुं शक्यते? किन्तु किमर्थम् एतादृशप्रश्नः उदेति इति चेत् धूमः महानसे अपि लभ्यते, अपि च महानसे ग्यास् स्टौ, तत्र वह्निः एव अस्ति, धूमः नास्ति इति कृत्वा प्रायः अन्यत् किमपि तादृशसन्दर्भः भवितुमर्हति यत्र केवलं धूमः एव अस्ति किन्तु वह्निः नास्ति. शङ्करभाष्ये एतादृशचिन्तनं लभ्यते. सुधा सन्दर्भः अहं वदामि, इदानीं यत्र कुत्रापि वह्निः जायमानमस्ति इति चिन्तयतु. वह्नात् वह्नेः धूमः अपि जायमानमस्ति इति चिन्तयतु. तर्हि मम पार्श्वे एकः घटः अस्ति, घटं स्वीकृत्य वह्नेः साक्षात् उपरि नास्ति किन्तु किञ्चित् अग्रभागे अहं घटं स्थापयामि इति चेत् इदानीं वह्नात् वह्नेः उत्पद्यमानधूमः घटस्य अन्ते गच्छति खलु, घटस्य अन्ते गच्छति. तर्हि निमिष एकनिमिष अनन्तरं घटं घटस्य कीलनं कृत्वा, ऐ क्लोस् दि घट, ऐ एम् होल्डिङ्ग् द घट इन् द रिवर्स् मेनर् वित् इट्स् मौत् अट् द बाटम् अबौ दि फयर् फ्रम् वेर् स्मोक् इस् कमिङ्ग्. नौ दि पाट् गेट्स् फिल्ड् वित् स्मोक्. ओके, पाट् गेट्स् फिल्ड् वित् स्मोक्. तदनन्तरम् अहं किं करोमि, घटस्य घटस्य मुखमस्ति खलु, तस्य कीलनं करोमि, ऐ क्लोस् दि घट. इदानीं धूमः घटे अस्ति, अहं किं करोमि, घटम् अन्यदेशं प्रति आनयामि, ऐ टेक् द पाट् एल्स्वेर्. तदनन्तरं ऐ रिवर्स् दि पाट् अण्ड् ऐ ओपन् दि लिड्. इदानीं किम् अत्र दृश्यते, धूमः अस्ति, घटे धूमः अस्ति, घटात् धूमः बहिः आगच्छति, किन्तु तत्र वह्निः अस्ति वा? नास्ति खलु. तर्हि यत्र यत्र धूमः तत्र तत्र वह्निः इति इदानीम् अस्मिन् घटं दृष्ट्वा, एतद् घटं दृष्ट्वा न वक्तुं शक्यते, एतं घटं दृष्ट्वा न वक्तुं शक्यते. तर्हि तादृशसन्दर्भः अपि भवितुम् अर्हति. यत्र सर् Remember the same example you gave when there was the vrishtihi anyatra bhavet kintu jalam atra agachati nadyam iti ekah drishtanta mama ama puru masvabhi drishta etadrisham etat na no no etadrisham nasti atra ahan kinchit itopi gabhir chintanam kurvan asmi किञ्चित् अस्य निगमनं करोमि. अस्तु, इदानीं पर्वतः वह्निमान् धूमात् यन्नैवं तन्नैवं यथा ह्रदे इति अनुमानवाक्यं मया प्रयुक्तम्. अत्र अन्वयव्यतिरेकव्याप्तिः मया स्वीकृतं यन्नैवं तन्नैवम् इति, अपि च व्यतिरेकदृष्टान्तः अपि मया स्वीकृतं ह्रदे इति. किन्तु वस्तुतः अनेन अनुमानवाक्येन अनुमितिज्ञानं न जायते. किमर्थम् इति चेत् पक्षः धूमः हेतुः पक्षं विना बहुषु स्थलेषु लभ्यते इत्यतः, अपि च पक्षः हेतुः पक्षात् भिन्नः अस्ति. धूमः पर्वते अस्ति किन्तु धूमपर्वतयोः मध्ये भेदः अस्ति खलु इति कृत्वा वस्तुतः अत्र अन्वयव्याप्तिः एव उपयोक्तव्यः भवति, अन्वयदृष्टान्तः एव वक्तव्यः भवति. अस्तु, तर्हि व्यतिरेक अत्र केवलं प्रदर्शनार्थं मया उक्तं पर्वतः वह्निमान् धूमात् यन्नैवं तन्नैवं यथा ह्रदे इति वाक्यं प्रयोक्तुं शक्यते, किन्तु अनेन वाक्येन अनुमितिज्ञानं न जायते. किमर्थम् इत्युक्ते इदानीं मया प्रदर्शितं यत्र धूमः अस्ति किन्तु वह्निः एव नास्ति इति कृत्वा तादृशं. किन्तु केवलम् एतत् किमर्थं मया प्रतिपादितम् इति चेत् श्रीराममहोदयेन उक्तं खलु तत्र अन्वयव्याप्तिः यत्र भवति तत्र अन्वयदृष्टान्तः एव भवति इति. किन्तु इदानीं एतादृशमपि वाक्यं रचयितुं शक्यते किन्तु तेन वाक्येन अनुमितिज्ञानं न भवति इति सत्यम्. अस्तु, तावत् प्राप्तम्. इतोपि किञ्चित् अग्रे सरेम. व्याप्यव्यापकभावः इति मेहुल् महोदयेन प्रतिपादितं व्याप्यव्यापक अधिकदेशवृत्तित्वं यस्य अस्ति सः व्यापकः भवति. तस्मिन्नेव देशे यस्य न्यूनदेशवृत्तित्वमस्ति सः व्याप्यः भवति. अस्तु, पश्यतु, महानसे इदानीं पठनं जायमानमस्ति इति चिन्तयतु. सद्धिः अस्ति अतः पठनं जायमानमस्ति. तत्र बहवः अग्नयः सन्ति, प्रायः चत्वारः ग्यास् स्टव् सन्ति इति चिन्तयतु. तेषु तत्र वह्निः अस्ति किन्तु तत्र धूमः न जायते, ततः धूमः न जायते. अपि च तत्र अन्यद् इत्युक्ते काष्ठम् उपयुज्य अपि तत्र पचनं जायमानमस्ति इति चिन्तयतु. इति स्थलद्वयमस्ति, तर्हि तत्र धूमः जायते. अस्तु, इदानीं महानसे वह्निः अपि अस्ति धूमः अपि अस्ति, किन्तु कति वह्नयः सन्ति? षड् वह्नयः सन्ति. कति धूमाः सन्ति इत्युक्ते द्वे स्थले एव धूमाः सन्ति इति कृत्वा वह्नेः महानसे वह्नेः वृत्तित्वं धूमस्य वृत्तित्वस्य अपेक्षया अधिकमस्ति इत्यतः वह्निः व्यापकः भवति, धूमः व्याप्यः भवति, अपि च महानसं वह्निव्याप्य धूमवान् भवति महानसम्. बुद्धं वा? वह्निः व्यापकः भवति. किमर्थं? षड् वह्नयः सन्ति. धूमः व्याप्यः भवति. किमर्थं? द्वौ एव धूमौ स्तः इति कृत्वा. अपि च द्वयमपि महानसे अस्ति इति कृत्वा वह्निव्याप्य धूमवान् महानसः इति वक्तुं शक्यते. तर्हि व्याप्यव्यापकभावः इत्युक्ते किम् इति भवन्तः ज्ञातवन्तः. अस्तु, तर्हि इदानीं व्याप्यं व्यापकम् इति पदद्वयम् उपयुज्य व्याप्तिव्याक्यं व्याप्तिवाक्यं वदामः. यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. पूर्वम् अन्वयव्याप्तिः अस्माभिः किमुक्तं? यत्र यत्र हेतुः, आरम्भतः वदामि चेत् यत्र यत्र वह्निः, यत्र यत्र धूमः तत्र तत्र वह्निः. सामान्यतया वदामश्चेत् यत्र यत्र हेतुः तत्र तत्र साध्यम्. इदानीं व्याप्यव्यापकं स्वीकृत्य वदामश्चेत् तदेव वाक्यं यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. बुद्धं खलु? वाक्यत्रयमपि समानमेव किन्तु भिन्नभिन्नपदम् उपयुज्य अहं वदन्नस्मि. यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र हेतुः तत्र तत्र साध्यम्, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. अस्तु, इति वाक्यं वक्तुं शक्यते. द्वितीयव्याप्तिवाक्यम् एतद् एतद् व्याप्यवाक्यं किं भवति? अन्वयव्याप्यः अन्वयव्याप्तिवाक्यं भवति. यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति अस्ति अस्ति इति वदामः इति कृत्वा अन्वयव्याप्तिवाक्यं भवति एतद्. अस्तु, इदानीं द्वितीयवाक्यं. व्यतिरेकव्याप्तिं वक्तव्यं चेत् व्यतिरेकव्याप्ति वक्तव्यं चेत् तत्र व्याप्यव्यापक इति पदं प्रयुज्य वाक्यस्य आकारः कथं भवति? यथा यत्र यत्र सा वह्निः नास्ति, यत्र यत्र वह्निः अभावः तत्र तत्र धूमाभावः इति यथा उक्तं, यत्र यत्र साध्याभावः तत्र तत्र हेतु अभावः इति यथा उक्तं, तथा अत्रापि यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः इति भवति वाक्यं. व्यतिरेकव्याप्तिव्याक्यं वाक्यम् अस्तु. किञ्चित् इतोपि जाटिल्यं कुर्मः. मया किम् उक्तम्? अन्वय इति इत्यस्मिन् वाक्ये अस्ति अस्ति इति भवति, व्यतिरेक इत्यस्मिन् स्थले नास्ति नास्ति इति भवति वाक्यस्य आकारः. यत्र यत्र व्याप्यः अस्ति तत्र तत्र व्यापकः अस्ति. यत्र यत्र व्यापक अभावः व्यापकः नास्ति तत्र तत्र व्याप्यः नास्ति. अस्तु, इदानीम् अन्वयवाक्यम्, अत्र अन्वयवाक्यं पूर्वस्मिन् पूर्वं यद् मया उक्तं तत्र अन्वयवाक्यं कथा उक्तं? भावरूपं स्वीकृत्य उक्तं. यत्र यत्र व्याप्तः अस्ति तत्र तत्र व्यापकः अस्ति इति मया उक्तं. तर्हि इदानीं मम इच्छा अस्ति अन्वयवाक्यं मया वक्तव्यम् अस्ति इति इति वक्तव्यं, किन्तु अभावं स्वीकृत्य वक्तव्यम् इति चेत् तत्र अन्वयव्याप्तिरूपवाक्यं कथं भवति इति चेत्, यत्र यत्र व्यापक अभावः अस्ति तत्र तत्र व्याप्याभावः अस्ति. पश्यतु, यत्र यत्र व्यापकः नास्ति तत्र तत्र व्याप्यः नास्ति इति पूर्वं मया उक्तम्, किन्तु इदानीं किञ्चित् अत्र नास्ति इत्यस्मिन् स्थाने अस्ति इति मया उक्तं, किन्तु मम आशयः अस्ति अभावं स्वीकृत्य. तर्हि यत्र यत्र व्यापक अभावः अस्ति तत्र तत्र व्याप्य अभावः अस्ति. तत्र महोदय तस्य अर्थः समानः एव खलु, केवलम् अभाव इति उपयुज्य? किन्तु सत्यम्, अर्थः समानः एव, किमपि भेदः नास्ति. किन्तु अत्र अत्र किं मया कृतम् इति चेत्, नास्ति नास्ति इत्यस्मिन् स्थाने अस्ति अस्ति इति प्रयुक्तम्. आम् आम् सत्यम्. अस्ति अस्ति इति प्रयुक्तत्वात् इदानीं वाक्यं किं भवति? अन्वयवाक्यं भवति. किम् आधारीकृत्य मया प्रयुक्तं? अभावम् आधारीकृत्य प्रयुक्तं, तावदेव. समीचीनं. किमर्थम् एतदहं वदामि इति चेत्, इदानीम् अस्मात् उपरि तृतीयवाक्यं रचयितुं मम आशयः अस्ति. अस्तु, पुनः वदामि. यत्र यत्र व्यापक अभावः अस्ति तत्र तत्र व्याप्य अभावः अस्ति इति अन्वयरूपेण अस्ति अस्ति इति प्रयुज्य किन्तु अभावं स्वीकृत्य मया वाक्यं रचितं यत्र यत्र व्यापकः व्यापक अभावः अस्ति तत्र तत्र व्याप्य अभावः अस्ति. अस्तु, इदानीम् अस्य वाक्यस्य अस्य अन्वयरूपवाक्यस्य व्यतिरेकं वक्तव्यं चेत् यत्र यत्र व्यापक अभावः नास्ति यत्र यत्र व्यापक अभावः नास्ति तत्र तत्र व्याप्य अभावः नास्ति. यत्र यत्र व्यापक अभावः नास्ति तत्र तत्र व्याप्य अभावः नास्ति इति व्यतिरेकवाक्यमस्ति. इदानीं नास्ति नास्ति इति प्रयुक्तत्वात् व्यतिरेकवाक्यं, किन्तु अभावं स्वीकृत्य मया उक्तम्. अस्तु, अत्र पश्यतु, इदानीं निगमनम् अत्रैव आगच्छति. यत्र यत्र व्यापक अभावः नास्ति, व्यापक अभावः नास्ति इत्युक्ते किम्? अभावस्य अभावः खलु, अभावस्य अभावः. तर्हि व्यापकस्य इदानीम् अभावस्य अभावः मया उक्तः, व्यापक अभावः नास्ति इति यत्र व्यतिरेकरूपेण यत् मया उक्तं तस्य पुनः अन्वयरूपेण वक्तव्यं चेत् किं भवति? व्यापक अभावाभावः व्याप्याभावाभावः इति भवति. तर्हि अन्वयरूपेण वक्तव्यं चेत् इदानीं वैपरीत्यं वक्तव्यं खलु. यत्र यत्र व्याप्याभावाभावः तत्र सर्वत्र व्यापकाभावाभावः इति भवति. महोदय, हा, तत्र पर्टिक्युलर् सेण्टेन्स् यत्र यत्र व्यापक अभावः नास्ति तत्र तत्र व्याप्य अभावः नास्ति. दट् सेण्टेन्स् वास् नाट् कम्प्लीट्. सो ऐ एम् आस्किङ्ग् नो अतिरेक कम्प्लीट् तावदेव वाक्यम्. यत्र यत्र व्यापक अभावः नास्ति तत्र तत्र व्याप्याभावः नास्ति. अस्तु, इतोपि किञ्चित् प्रतिपादयामि, पुनः किञ्चित् प्रतिपादयामि, भवन्तः शृण्वन्तु. अस्तु, पश्यतु, प्रथमवाक्यं किम् आसीत्? यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति अन्वयवाक्यम्. यत्र यत्र व्याप्यः नास्ति तत्र तत्र व्यापकः नास्ति इति व्यतिरेकवाक्यम्. अत्र किमपि क्लेशः नास्ति, किन्तु इदानीं व्यतिरेकवाक्यं स्वीकृत्य अन्वयरूपेण वक्तव्यं. तत्र नास्ति इत्युक्ते अभावः खलु, तर्हि अन्वयवाक्यं वक्तव्यं चेत् अत्र वैपरीत्यं कार्यं भवति. इत्युक्ते यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्याभावः इति वक्तव्यम्. यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति अन्वयवाक्यं. महोदय, तत्र मम संशयः अस्ति, यत्र यत्र व्यापकः नास्ति तत्र तत्र व्याप्यः नास्ति इति व्यतिरेकव्याप्ति इति उक्तवान्. सत्यं खलु, यत्र यत्र व्यापकाभावः अस्ति तत्र तत्र व्याप्याभावः अस्ति इति व्यतिरेकव्याप्तिः नास्ति वा, अथवा अन्वयवाक्यम् इति उक्तवान्? तत्र अन्वयव्याप्तिः अस्ति, तत् व्याप्ति इति अहं वदामि खलु, व्याप्ति इति एव वदामः, तद् व्याप्ति इति वदामः खलु, तद् व्याप्तिः व्याप्तिः एव तदेव. धन्यवादः. अस्तु, तर्हि आरम्भतः पुनः एकवारं वदामि, इदानीम् अर्थबोधः निश्चयेन जायते. यत्र यत्र व्याप्यः अस्ति तत्र तत्र व्यापकः अस्ति इति अन्वयव्याप्तिवाक्यम्. यत्र यत्र व्याप्यः नास्ति तत्र तत्र व्यापकः नास्ति इति व्यतिरेकव्याप्तिवाक्यम्. अस्तु, इदानीं द्वितीयवाक्यं, व्यतिरेकव्याप्तिवाक्यं स्वीकृत्य अन्वयरूपेण मया वक्तव्यं चेत् अत्र केवलम् अभावः इति योजयामः चेत् न पर्याप्तम्, अत्र क्रमस्य अपि वैपरीत्यं करणीयम्। इत्युक्ते पूर्वं मया किमुक्तं, यत्र यत्र व्याप्यः नास्ति तत्र तत्र व्यापकः नास्ति इति मया उक्तं खलु, तदेव व्यतिरेकव्याप्तेः वाक्यस्य आकारः अस्ति। इदानीं तदेव वाक्यं व्यतिरेकवाक्यं व्यतिरेकव्याप्तिवाक्यम् अन्वयरूपेण वक्तव्यं चेत् तत्र अभावः इति योजनीयं। यदा अभावः इति योजयामि तदा वैपरीत्यं मया करणीयम्। इत्युक्ते यत्र यत्र व्यापक अभावः अस्ति तत्र तत्र व्याप्य अभावः अस्ति इति भवति वाक्यम्। व्यतिरेकवाक्यं किमासीत्? यत्र यत्र व्याप्यः नास्ति तत्र तत्र व्यापकः नास्ति। प्रथमं व्याप्यः इति भवति, तदनन्तरं व्यापकः इति भवति। किन्तु तदेव वाक्यम् अन्वयरूपेण वक्तव्यं चेत् तत्र वैपरीत्यं कार्यम्। यत्र यत्र व्यापक अभावः अस्ति तत्र तत्र व्याप्याभावः अस्ति। अस्तु, अस्य वाक्यस्य अस्य अन्वयरूपवाक्यस्य व्यतिरेकत्वेन वक्तव्यं चेत् यत्र यत्र व्यापक अभावः नास्ति तत्र तत्र व्याप्य अभावः नास्ति। अस्तु, इदानीम् अन्तिमवाक्यं यद् मया उक्तं, यत्र यत्र व्यापक अभावः अस्ति नास्ति, क्षमता, यत्र यत्र व्यापक अभावः नास्ति तत्र तत्र व्याप्य अभावः नास्ति इति वाक्यं पुनः अन्वयत्वेन मया वक्तव्यं चेत् पुनः वैपरीत्यं कार्यम्। कथं भवति? यत्र यत्र व्याप्याभावाभावः अस्ति तत्र तत्र व्यापकाभावाभावः अस्ति इति भवति। व्याप्याभावाभावः इत्युक्ते किं? व्याप्यस्य अभावः यदस्ति तस्य अभावः, तर्हि व्याप्यः एव लभ्यते। तर्हि प्रथमवाक्यं प्रति आगतं, यत्र यत्र व्याप्याभावाभावः अस्ति तत्र तत्र व्यापकाभावाभावः अस्ति इत्युक्ते किम्? अभावद्वयमपि निष्कासयामश्चेत् यत्र यत्र व्याप्तिः व्याप्यः अस्ति तत्र तत्र व्यापकः अस्ति इत्येव सिद्ध्यति। अस्तु, किमर्थम् एतत् सर्वं वदामः? अस्य प्रयोजनं किम् इति चेत्, अस्तु इदानीम् अस्य सिद्धान्तस्य अप्लिकेशन् कुर्मः, प्रयोगं कुर्मः। अस्माभिः किं दृष्टम्? हेतुः पक्षं विना यत्र लभ्यते तत्र अन्वयव्याप्तिः अन्वयदृष्टान्तः वक्तुं शक्यते इति अस्माभिः उक्तम्। पर्वतो वह्निमान् धूमात् यथा महानसम् इत्यत्र धूमः पर्वतं विना महानसे अपि लभ्यते इत्यतः एतादृशवाक्यम्। अत्र अन्वयवाक्यं किमस्ति? यत्र यत्र हेतुः धूमः तत्र तत्र साध्यं वह्निः इति अस्माभिः उक्तं। तर्हि अत्र वक्तुं शक्यते। किन्तु इदानीं द्वितीयवाक्यं स्वीकुर्मः। वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति इदानीं द्वितीय अनुमानवाक्यमस्ति। अस्मिन् अनुमानवाक्ये किं वैशिष्ट्यम् अस्ति इति चेत्, अस्तु पुनः वदामि अनुमानवाक्यं, सर्वे मनसि स्थापयन्तु। वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम्। अत्र हेतुः किं, श्रीरामहोदय वदतु। तत्र हेतु वह्नित्वात्। हा, तर्हि वह्नित्वम् एव हेतुः। वह्नित्वं, वह्नित्वम् इति हेतु, वह्नित्वं हेतुः। साध्यं किं? साध्यम् उष्णः, उष्णत्वम् इति अस्ति खलु, उष्णः इति अतः उष्णः साध्यमिति स्वीकुर्मः, नो चेत् उष्णत्वं भवतु। अपि च पक्षः कः? वह्नि एव। बहु समीचीनम्। अस्तु, इदानीं चिन्तयामः, हेतुः वह्नित्वं, पक्षः वह्निः, हेतुः पक्षं विना अस्मिन् उदाहरणे अन्यत्र यत्र कुत्रापि लभ्यते वा इत्युक्ते वह्नित्वं वह्निं विना अन्यत्र यत्र कुत्रापि लभ्यते वा न लभ्यते खलु वह्नित्वं केवलौ वह्नौ एव लभ्यते अन्यत्र यत्र कुत्रापि न भवति इत्यतः अत्र अन्वयदृष्टान्तः वक्तुं शक्यते वा अन्वयव्याप्तिः वक्तुं शक्यते वा अत्र अन्वयव्याप्तिः न भवति किमर्थम् इति चेत् हेतुः केवलं पक्षे एव लभ्यते अन्यत्र यत्र कुत्रापि न लभ्यते इत्यतः अस्तु तर्हि अत्र व्यतिरेकव्याप्तिः एव वक्तव्यम् तर्हि अस्मिन् सन्दर्भे व्यतिरेकव्याप्तिवाक्यं वदतु महोदय तत्र साध्यम् अस्ति उष्णः हेतुः वह्नित्वम् इति अस्ति यत्र यत्र उष्णः नास्ति तत्र तत्र वह्निः नास्ति इति बहु समीचीनम् उत्तमं यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति भवति वाक्यम् अस्तु अपि च व्यतिरेकरूपेण नास्ति नास्ति इति प्रयुज्य भवता वाक्यम् उक्तं बहु समीचीनं यत्र यत्र वह्निः नास्ति तत्र तत्र न यत्र यत्र वह्निः क्षम्यतां यत्र यत्र उष्णः नास्ति उष्णः एव साध्यं खलु यत्र यत्र उष्णः नास्ति तत्र तत्र वह्नित्वं नास्ति अस्तु अस्तु इदानीम् एतदेव वाक्यम् अन्वयरूपेण वदतु अस्ति अस्ति इति अभावं स्वीकृत्य अन्वयरूपेण वदतु इदानीं एकनिमिषः भट्नी यत्र भट्नी अभावः अस्ति तत्र तत्र भट्नित्वं भट्नित्वभावः अस्ति न न न पुनः महोदय तत्र व्यतिरेकवाक्यं पुनः वदतु अस्तु व्यतिरेकवाक्यमस्ति यत्र उष्णः नास्ति तत्र वह्नित्वं नास्ति यत्र यत्र उष्णः नास्ति तत्र तत्र वह्नित्वं नास्ति इदानीम् अन्वयरूपेण वक्तव्यम् इत्युक्ते तत्र उष्णाभावः अस्ति इति वदामः अपि च वैपरीत्यं कार्यं खलु करणीयं खलु अभाव इति नास्ति तत्स्थले यदा अहम् अभाव इति वदामः उष्णः नास्ति इत्युक्ते उष्ण अभावः अस्ति किन्तु तत्र उष्ण अभावः अस्ति इति वदामश्चेत् तत्र क्रमस्य परिवर्तनं करणीयं खलु मेहुल् महोदय वदतु यत्र यत्र वह्नित्वाभावः तत्र तत्र उष्णाभावः हा यत्र यत्र वह्नित्व अभावः अस्ति तत्र तत्र उष्णः उष्णत्व अभावः अस्ति इति वक्तव्यम् क्रमः मनसि भवेत् अत्र सर्वे पश्यन्तु यत्र अन्वयवाक्यं वदामः तत्र हेतुः प्रथमं भवति यत्र यत्र हेतुः साध्यम् अनन्तरं भवति तत्र तत्र साध्यम् यत्र व्यतिरेकं वदामः तत्र साध्यं प्रथमं भवति यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति भवति एतद् मनसि स्थातव्यम् अन्वयस्थले हेतुः प्रथमं भवति वाक्ये साध्यम् अनन्तरं भवति सर्वत्र अभावं स्वीकृत्य वदति वा यत्किमपि स्वीकृत्य वदति वा भवतु वदतु अत्र हेतुः व्याप्यः साध्यं व्यापकम् इति अस्ति इत्यतः अन्वयस्थले हेतुः प्रथमं भवति साध्यम् अग्रे अनन्तरं भवति व्यतिरेकस्थले साध्यं प्रथमं भवति हेतुः अनन्तरं भवति इति मनसि स्थातव्यम् अस्तु तदाधारीकृत्य इदानीं यत्र यत्र वह्नित्वं यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति, यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति उक्तं। तर्हि तदेव वाक्यम् अन्वयरूपेण वक्तव्यं चेत् इदानीं हेतुः प्रथमम् आगन्तव्यं, तदेव व्याप्यं खलु। तर्हि यत्र यत्र वह्नित्व अभावः अस्ति तत्र तत्र उष्णत्व अभावः अस्ति इति भवति, बुद्धं वा? अस्तु, तर्हि मेहुल् महोदय किमर्थम् एतादृशक्रमस्य परिवर्तनम् इति किञ्चित् प्रतिपादयति, उदाहरणं मा वदतु। व्याप्य व्यापक इति पदद्वयम् उपयुज्य किमर्थम् अत्र अन्वयस्थले व्यतिरेकस्थले तत्र क्रमस्य वैपरीत्यं करणीयम् इति वदति वा? अस्तु, पुनः अहं स्मरामि व्यतिरेक वाक्ये साध्यम् इति प्रथमं हेतुः तत् त्यजतु, तत्र इदानीं साध्यं पक्षः इति न मा वदतु, केवलं व्याप्य। अस्तु, अहमेव वदामि नो चेत् तत्र इदानीं भ्रमः जायते। अस्तु, अत्र पश्यन्तु सर्वे, व्याप्य इति न्यूनदेशमस्ति, व्यापकः अधिकदेशः अस्ति। तर्हि व्यापकः व्याप्यः न्यूनदेशे अस्ति, व्यापकः व्याप्यस्य अपेक्षया अधिकदेशे अस्ति इत्यतः यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति वदामश्चेत् क्लेशः नास्ति। यत्र यत्र व्याप्यः अस्ति तत्र सर्वत्र व्यापकः भवत्येव खलु। किन्तु इदानीं व्यतिरेकरूपेण वक्तव्यं चेत् अत्र यत्र यत्र व्यापकः नास्ति तत्र तत्र व्याप्यः नास्ति इत्येव वक्तव्यं भवति, न तु यत्र यत्र व्याप्यः नास्ति तत्र तत्र व्यापकः नास्ति इति वदामश्चेत् तत्र क्लेशः भवति। पश्यन्तु, यत्र इदानीं धूमः वह्निना व्याप्यः अस्ति खलु, धूमः न्यूनदेशे वर्तते, वह्निः अधिकदेशे वर्तते। तर्हि यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामश्चेत् तत् सत्यमेव भवति सर्वदा। किन्तु इदानीं व्यतिरेकरूपेण वक्तव्यं चेत् यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति इति एव वक्तव्यं। यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति वदामश्चेत् तत्र क्लेशः भवति। इदानीं महानसे गेस् स्टौ मध्ये वह्निः अस्ति किन्तु धूमः नास्ति इति कृत्वा यत्र व्यतिरेकरूपेण वाक्यं वदामः तत्र क्रमस्य वैपरीत्यं कार्यम् इति बुद्धं वा? अस्तु, समीचीनं। तर्हि प्रकृत उदाहरणं प्रति गच्छेम। उदाहरणं किं? वह्निः उष्णः, वह्नित्वा यन्नैवं तन्नैवं, यथा जलम्। अत्र वह्नित्वम् इति हेतुः वह्निः इति केवलम् इति पक्षे एव केवलं लभ्यते, अन्यत्र यत्र कुत्रापि न लभ्यते इति कृत्वा अत्र व्यतिरेकव्याप्तिः एव भवति इति अस्माभिः उक्तं। तर्हि व्यतिरेकव्याप्तेः आकारः कथमिति महोदयेन उक्तम्। यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वम् अपि नास्ति, यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः अपि नास्ति इति एव आकारः भवति। यत्र यत्र उष्णत्वं नास्ति नो चेत् उष्णः नास्ति तत्र तत्र वह्नित्वं नास्ति। तर्हि एतदेव वाक्यं केवलम् अन्वयरूपेण वक्तुम् अहम् इच्छामि चेत् तत्र अभावः इति योजनीयः, यत्र अन्वयत्वेन अहं वक्तुम् इच्छामि तत्र क्रमस्य परिवर्तनं कार्यम्। तर्हि इदानीम् अन्वयवाक्यरूपस्य आकारः कथं भवति इति चेत् यत्र यत्र वह्नित्व अभावः अस्ति तत्र तत्र उष्णत्व अभावः अस्ति इति वक्तव्यम्। अस्तु, श्रीराममहोदय अन्तिमवाक्यं भवानेव वदतु। इदानीम् अस्य अन्वयवाक्यस्य व्यतिरेकं करोतु। इदानीं तदा यत्रत्र उष्णाभावाभावः न न प्रथमं व्यतिरेकं करोतु तदनन्तरं पुनः अन्वयं कुर्मः व्यतिरेकं करोमि यत्र यत्र उष्णाभावः नास्ति तत्र तत्र वह्नीयभावः नास्ति हा बहु समीचीनं यत्र यत्र उष्णाभावः नास्ति तत्र तत्र वह्नित्वाभावः नास्ति उष्णः इति साध्यं सत्यं समीचीनं तर्हि एतदेव वाक्यम् अत्र अन्वयरूपेण वदतु अस्तु महोदय अत्र प्रथमं व्यतिरेकवाक्यं वदतु नास्ति नास्ति इति उक्त्वा तदनन्तरं वदति चेत् झटिति वक्तुं शक्यते यत्र इदानीं किम् उक्तवान् इत्येव अस्माभिः यत्र उष्णत्वाभावः नास्ति तत्र वह्नित्वम् अवह्नित्वाभावः नास्ति इति व्यतिरेकवाक्यम् उक्तवान् महोदय आरम्भतः वदतु आरम्भतः केवलं वाक्यानि एव वदन्तु वदतु अस्तु इदानीम् अस्माकम् अनुमानवाक्यमस्ति वह्निः उष्णः वह्नित्वा यन्नैवं तन्नैवं यथा जलम् अत्र व्यतिरेक प्रथमं व्यतिरेकव्याप्तिवाक्यं वदतु प्रथमं व्यतिरेकवाक्यमस्ति यत्र यत्र उष्णः नास्ति तत्र तत्र वह्नित्वं नास्ति तदेव द्वितीयवाक्यं प्रथमं व्यतिरेकवाक्यम् तस्य अन्वयरूपेण इदानीं वाक्यं वदतु अन्वयरूपेण यदा वदामः तत्र यत्र यत्र वह्नित्वाभावः अस्ति तत्र तत्र उष्णाभावः अस्ति बहु समीचीनम् इति अन्वयत्वेन इदा भवता उक्तं तर्हि एतदेव वाक्यं व्यतिरेकरूपेण वदतु यत्र यत्र यत्र यत्र वह्नित्वाभावः नास्ति तत्र तत्र उष्णत्वाभावः नास्ति सत्यं वा न किञ्चित् लिखित्वा द्रष्टव्यं किन्तु भवन्तः अवगच्छन्ति खलु कथं गच्छति अवगच्छामि पुनः पुनः नास्ति इति योजयामः महोदय तत्र यत्र यत्र वह्नित्व अभावस्य अभावः अस्ति तत्र उष्णस्य अभावस्य अभावः अस्ति इति वा न न न अस्तु अस्तु मेहुल् महोदय भवान् प्रयत्नं करोतु मध्ये किमपि न वदतु एवमेव अस्तु अहम् अनुमानवाक्यं वदामि वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् तत्र प्रथमं तु व्यतिरेकवाक्यं भवति यत्र यत्र उष्णः नास्ति तत्र तत्र वह्नित्वं नास्ति तदेव वाक्यम् अन्वयरूपेण वदामः चेत् यत्र यत्र वह्नित्वभावः तत्र तत्र उष्णत्वभावः समीचीनं कर्म तदेव वाक्यं व्यतिरेकरूपेण वदामः चेत् यत्र यत्र वह्नित्वभावः नास्ति तत्र तत्र उष्णत्वाभावः नास्ति तदेव वैपरीत्यं कृतं वा भवता न हा न न कृतम् अहं क्षम्यतां वैपरीत्यं कार्यं खलु हा वैपरीत्यकार्यं यत्र यत्र उष्णत्वाभावः नास्ति तत्र तत्र वह्नित्वाभावः नास्ति इति यत्र यत्र उष्णत्वाभावः नास्ति तत्र तत्र वह्नित्वाभावः नास्ति बहु समीचीनं पुनः एतदेव वाक्यम् अन्वयरूपे अन्वयरूपेण यत्र यत्र उष्णत्वाभावाभावः तत्र तत्र वह्नित्वाभावाभावः हा यत्र यत्र उष्णत्वाभावाभावः तत्र तत्र वह्नित्वाभावाभावः इति उक्तं खलु बहु समीचीनं तर्हि इदानीं यत्र यत्र उष्णत्वाभावाभावः इत्युक्ते किम् उष्णत्वाभावाभावः इत्युक्ते किम् उष्णः एव खलु उष्णः बन्धित्वाभावाभावः इत्युक्ते बन्धित्वमेव तर्हि अत्र पश्यतु, इदानीं भवता किं कृतं, यत्र यत्र उष्णत्वाभावाभावः तत्र तत्र वन्धित्वाभावाभावः इति उक्तत्वात् भवता किं कृतं, यत्र यत्र उष्णः तत्र तत्र वह्निः, तत्र वह्नित्वं न, किञ्चित् वैपरीत्यं जातम्। अस्माकं लक्ष्यं किं, यत्र यत्र वह्नित्वं तत्र तत्र उष्णः इति वक्तव्यं खलु। तर्हि एकवारं पुनः प्रयत्नं करोतु महोदय आरम्भतः। हा तदेव अत्र अभवत्, विपरीतरीत्या अभवत्। यत्र यत्र प्रथमं तु व्यतिरेकवाक्यं, प्रथमव्यतिरेकवाक्यं भवति, यत्र यत्र उष्णः नास्ति तत्र तत्र वह्नित्वं नास्ति इति खलु प्रथमव्यतिरेकवाक्यं। तस्य तस्य अन्वयरूपेण वदामः चेत्, यत्र यत्र वह्नित्वाभावः तत्र तत्र उष्णत्वाभावः, विपरीतक्रमम् अपि च अभावः इति उपयुज्य अन्वयवाक्यं भवति। अधुना तस्य व्यतिरेक वाक्यं कथम् इत्युक्ते, यत्र यत्र उष्णत्वाभावः अस्ति तत्र क्षम्यताम् उष्णताभावः नास्ति तत्र तत्र वह्नित्वाभावः नास्ति इति व्यतिरेक वाक्यं। तदेव व्यतिरेकवाक्यं अभावः इति शब्दम् उपयोगं कृत्वा, यत्र यत्र उष्णत्वाभावाभावः तत्र तत्र वह्नित्वाभावाभावः इति आगच्छति। हा तर्हि उष्णत्वाभावाभावः इत्युक्ते उष्णः इति उष्णः। विजय भगिनी किमपि वक्तव्यं, यत्र उष्णस्य अभावः नास्ति समानमेव यत्र उष्णत्व अभावस्य अभावः इति न वा? न, अत्र पश्यन्तु सर्वे, यत्र नास्ति इति वदामः तत्र वैपरीत्यं भवति, अतः एव मया अहं वदामि। अस्तु, भवन्तः किं कुर्वन्तु, एतद् गृहपाठरूपेण सर्वे अभ्यासं कुर्वन्तु, अत्र एकमेव वदामि तदनन्तरं समापयामः। अस्तु, अत्र पश्यतु, व्याप्यः व्यापकः इति अस्ति, व्याप्यः न्यूनदेशवृत्ति, व्याप्यस्य न्यूनदेशवृत्तित्वमस्ति, व्याप्ये व्यापके अधिकदेशवृत्तित्वमस्ति। तर्हि व्याप्यं व्यापकम् इति पदद्वयं स्वीकृत्य अन्वयवाक्यं वक्तव्यं चेत्, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति भवति। तदेव वाक्यं व्यतिरेकरूपेण वक्तव्यं चेत्, तत्र क्रमस्य वैपरीत्यं करणीयं, यत्र यत्र व्यापक अभावः न, यत्र यत्र व्यापकः नास्ति तत् एकनिमिषं, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति प्रथमं वाक्यम्। इदानीं व्यतिरेकरूपेण नास्ति नास्ति इति वक्तव्यं चेत्, यत्र यत्र व्यापकः नास्ति तत्र तत्र व्याप्यः अपि नास्ति इति तत्र क्रमस्य वैपरीत्यं भवति। अस्तु, इदानीं तृतीयवाक्यं, तदेव वाक्यम् अन्वयरूपेण वक्तव्यं, यत्र यत्र व्यापकः नास्ति तत्र तत्र व्याप्यः नास्ति इति एव, इति एतदेव वाक्यम् अन्वयरूपेण मया वक्तव्यं चेत्, यत्र यत्र व्याप्याभावः तत्र तत्र व्यापक अभावः इति पुनः मया वैपरीत्यं कृतं, यत्र यत्र व्याप्याभावः तत्र तत्र व्यापक अभावः इति भवति। पुनः तस्य व्यतिरेकरूपेण वक्तव्यं चेत् वैपरीत्यं करणीयं, यत्र यत्र व्यापकाभावः नास्ति तत्र तत्र व्याप्याभावः नास्ति इति भवति। पुनः तस्य अन्वयः करणीयः चेत्, यत्र यत्र व्याप्याभावाभावः अस्ति तत्र तत्र व्यापकाभावाभावः अस्ति इति पञ्चवाक्यानि लेखनीयानि, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः प्रथमवाक्यं, यत्र यत्र व्यापकः नास्ति तत्र तत्र व्याप्यः नास्ति द्वितीयं वाक्यं, यत्र यत्र व्याप्याभावः अस्तु, अत्रैव किञ्चित् क्लेशः भवति इति चिन्तयामि, यत्र यत्र व्यापक पुनः तत्र अन्वय अन्वये वदतु महोदय। मम संशयः पूर्वे पूर्वे यत् भवता उक्तं तत् सत्यं. प्रथम अन्वयवाक्यं यत्र यत्र व्याप्यः तत्र तत्र व्यापकः, तस्य व्यतिरेकवाक्यं कुर्मः चेत् तत्र विपरीतरीत्या क्रमेण अथवा अपि च नास्ति इति उपयोगं कुर्मः. अतः यत्र यत्र व्यापकः नास्ति तत्र तत्र व्याप्यः नास्ति. अधुना पुनः अन्वयवाक्यं कुर्मः चेत् पुनः एकवारं क्रमे क्रमस्य परिवर्तनम् अपि च अभाव इति पदस्य उपयोगम्. अतः यत्र यत्र व्याप्याभावः तत्र तत्र व्यापकाभावः. अस्तु, एतत् परिशीलयामः. एकनिमिषम् एकनिमिषम् अत्र एतद् वाक्यं परिशीलयामः. यत्र यत्र व्याप्याभावः तत्र तत्र व्यापकाभावः इति उक्तं खलु? आम् आम्. तर्हि यत्र यत्र हेतुः नास्ति, व्याप्य इत्युक्ते हेतुः खलु, यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति. इत्युक्ते यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति भवति, किन्तु तत् असत्यं खलु? तदेव अहं चिन्तयामि महोदय. यत्र यत्र व्यापकः नास्ति तत्र तत्र व्याप्यः नास्ति इति उक्तवान् खलु. तत्र नास्ति इति स्थले अभावः इति स्वीकुर्मः. यत्र यत्र व्यापकाभव अस्ति तत्र तत्र व्याप्याभव अस्ति इति वदामः खलु. नास्ति इति अभावः खलु इति दोषः कृतः. अतः एव अतः व्यतिरिकव्याप्यतः यदि अन्वयवाक्यं कुर्मः चेत् तत्र क्रमस्य परिवर्तनं न कुरु न करणीयं. समीचीनं, तत्र न समीचीनं, तत्र न करणीयं. तर्हि एकवारम् इतोपि प्रयत्नं कुर्मः. यत्र यत्र व्याप्यः तत्र तत्र व्यापकः, यत्र यत्र व्यापकः नास्ति तत्र तत्र व्याप्यः नास्ति. तदेव अन्वयं कुर्मश्चेत् यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः. अस्तु, तर्हि इदानीं तस्य व्यतिरेकं कुर्मश्चेत् यत्र यत्र व्याप्याभावः नास्ति तत्र तत्र व्यापकाभावः नास्ति. पुनः तस्य अन्वयं कुर्मश्चेत् यत्र यत्र व्याप्याभावाभावः अस्ति तत्र तत्र व्यापकाभावाभावः अस्ति. इदानीं समीचीनं जातम्. इदानीं समीचीनं जातम्. अस्तु, इति पञ्चसोपानानि सन्ति खलु. एवम् अत्र किं कुर्वन्तु गृहपाठरूपेण, वह्निः वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलमिति अस्ति खलु, अत्र केवलं हेतुः वह्नित्वम् अपि च उष्णः साध्यं स्वीकृत्य अत्र प्रथमम् अस्तु अस्मिन् सन्दर्भे किं भवति, प्रथमं व्यतिरेकरूपेण वाक्यं भवति, तदेव आरम्भे व्यतिरेकव्याप्यं भवति वाक्यं भवति, तदनन्तरम् अग्रिमसोपानं गन्तव्यं. तत् कुर्वन्तु सर्वे. तदनन्तरम् अग्रिमवर्गे एतस्य चिन्तनस्य समापनं कर्तुं शक्यते. बहु समीचीनचिन्तनं जातं मध्ये महोदय. यत् प्रथमं वाक्यं धन्यवादः महोदय. धन्यवादः महोदय. कृपया पञ्चवार्तानाम् अतिरेकरूपेण अन्वयरूपेण वदति चेत्. धन्यवादः महोदय. लिखामि वा, लिखति साध्यं महोदय वा? अहं प्रेषयिष्यामि, अहं प्रेषयिष्यामि, किन्तु भवतापि कर्तव्यमस्ति. अहं किं करोमि, व्याप्यव्यापक इति वाक्यं पदं प्रयुज्य पञ्चवाक्यं रचयित्वा प्रेषयिष्यामि. अपि च तदेव वाक्यम् अन्वयस्तरे कथं भवति, व्यतिरेकस्थले कथं भवति इति अपि अहं प्रेषयिष्यामि. तदनन्तरं भवन्तः किं कुर्वन्तु, गृहपाठरूपेण उदाहरणं स्वीकृत्य वाक्यानि रचयन्तु, पञ्चवाक्यानि रचयन्तु. आं महोदय. यत्र यत्र व्यापः तत्र तत्र व्यापकः इति अन्वयम् अस्ति, अस्ति अस्ति इति अन्वयः भवति, नास्ति नास्ति इति व्यतिरेकः भवति, तावदेव. यत्र यत्र व्यापकः नास्ति तत्र तत्र व्याप्यः नास्ति. तृतीयं यत्र इदानीं मास्तु, इदानीं मास्तु, आं भवान् लिखित्वा पश्यतु, अहमपि प्रेषयिष्यामि. आम् महोदय. अस्तु, धन्यवादः. एकनिमिषम् अत्र अत्र ध्वनिमुद्रस्य स्थगनं करोमि. धन्यवादाः सर्वेभ्यः धन्यवादः।